पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायं 119 कपिञ्जल उवाच यस्या प्रहसनासाद सुहृद्यानि भवन्ति वै पुष्पाणि दिव्यगन्धीनि दुर्लभानि सुरासुरैः कस्मात्तु देवता सर्वाः प्रवाञ्छन्ति महामदे शङ्करसुखमायादि हास्यपुष्पैः सुपूजितः को गुणस्तस्य पुष्पस्य तन्मे कथय विस्तराद कामोदासा भवेत्कादु कस्य पुत्री वराङ्गना हास्या तस्या महाभाग सुपुष्पाणि भवन्ति च को गुणस्तत्कथां ब्रूहि सकलां विस्तरेण च कुञ्चल उवाच पुरा देवैर्महादैत्यैः कृत्वा सौहार्दमुत्तमं ममं दुःसागरं क्षीरममृतार्थं समुद्यदाः मदनादेवदैत्यानां कन्यारत्नचतुष्टयं वरुणेन दर्शितं पूर्वं सोमेनैव तथा पुनः पश्चात् सन्दर्शितं पुण्यममृतं कलशे स्थितं कन्याचतुष्टयं पूर्वं देवानां हितमिच्छति सुलक्ष्मीर्नाम सा चैका द्वितीया वारुणी तथा ज्येष्ठनाम तथा ख्याता कामो धान्या प्रचक्षते तासां मध्ये वराश्रेष्ठा पूर्वं जादा महामदे तस्माज्येष्ठेदि विख्याता लोके पूज्या सदैव हि वारुणी पानरूपा च पयफेन समुद्भवा अमृतस्य तरङ्गाच्च कामोदाख्या बभूवः सोमो राजा तथा लक्ष्मीर्जज्ञादे अमृतादपि त्रैलोक्यभूषणसोमः सञ्जातः शङ्करप्रियः मृत्युरोगपराजादासुराणां वारुणी तथा ज्येष्ठासु पुण्यदा जादा लोकानां हितमिच्छताम् अमृता दुग्धिदा देवी कामोदा नाम पुण्यदा विष्णो प्रीत्यै भविष्येदु वृक्षरूपं प्रयास्यदि विष्णुप्रीतिकरी साधु भविष्यदि सदैव हि तुलसी नामसा पुण्या भविष्यदि न संशयः तया सह जगन्नाथो रमिष्यति न संशयः तुलस्या पत्रमेकं यो नीत्वा कृष्णाय दास्यति मेने तस्योपकाराणां किमस्मै च ददाम्यहम् इत्येवं चिन्तयेन्नित्यं तस्य प्रीतिकरो भवेद एवं कामोदनामासौ पूर्वं जादा समुद्रजा यदा सा हसते देवी हर्षगद्गदभाषिणी सौहृद्यानि सुगन्धीनि मुखात् तस्याः पतन्ति वै अम्लानानि सुपुष्पाणि यो गृह्णादिसमुद्यतः पूजये शङ्करं देवं ब्रह्माणं माधवं तथा तस्य देवाः प्रदुष्यन्ति यदिच्छति ददन्ति तद् रोदित्येषा यथा सा च केन दुःखेन दुःखिता नेत्राश्रुभ्यो हि तस्यास्तु प्रभवन्ति पतन्ति च तानि चैव महाभाग हृद्यानि सुमहान्ति च सौरभेण विना तैस्तु यः पूजयति शङ्करं तस्य दुःखं च सन्तापो जायते नात्र संशयः पुष्पैस्तु तादृशैर्देवान् सकृदर्चति पापधीः तस्य दुःखं प्रकुर्वन्ति देवास्तत्र न संशयः एतत्ते सर्वमाख्यातं कामोदाख्यानमुत्तमम् अथ कृष्णो विचिन्त्यैव दृष्ट्वा विक्रमसाहसं विकुण्ठस्यापि पापस्य उद्यमं साहसं तदा नारदं प्रेषयामास मोहयैनं दुरासदं नारदस्त्वथ संश्रुत्य वाक्यं विष्णोर्महात्मनः गच्छमानं दुरात्मानं कामोदां प्रदिदानवम् गत्वा तमाह दैत्येन्द्रं नारद प्रहसन्निव क्व यासि त्वं च दैत्येन्द्र सत्वरं च समातुरः साम्प्रतं केन कार्येण कस्यार्थं केन नोदिदः ब्रह्मात्मजं नमस्कृत्य प्रत्युवाच कृताञ्जलि कामोद पुष्पार्थमहं प्रस्थितो द्विजसत्तम तमुवाच स धर्मात्मा पुष्पैः किं ते प्रयोजनं विप्रवर्यं पुनः प्राह कार्यकारणमात्मनः नन्दनस्य वनोद्देशे काचिन्नारीवरानना तस्या दर्शनमात्रेण गतोऽहं कामवश्यतां तया प्रोक्तोऽस्मि विप्रेन्द्र पुष्पैः कामोदसम्भवैः पूजयस्व महादेवं पुष्पैस्तु सप्तकोटिभिः ततस्ते सुप्रिया भार्या भविष्यामि न संशयः तदर्थे प्रस्थितोऽस्म्यद्य कामोदाख्यं पुरं प्रति कामहं कामयिष्यामि सिन्धुजां शृणु साम्प्रतम् मनोल्लासैर्महाहासैर्हासयिष्याम्यहं पुनः प्रीता सति महाभाग हसिष्यति पुनः पुनः तद्धास्यं गद्गदं विप्र मम कार्यप्रवर्धनं तस्माद्दास्यात्पदिष्यन्ति दिव्यानि कुसुमानि च तैस्तु देवमुमाकान्तं पूजयिष्यामि साम्प्रतम् तेन पूजाप्रदानेन तुष्टो दास्यति मे फलम् ईश्वरसर्वभूतेशङ्करो लोकभावनः नारद उवाच तत्र दैत्यन गन्तव्यं कामोदाख्ये पुरोत्तमे विष्णुरस्ति सुमेधावी सर्वदैत्यक्षयावहः येनोपायेन पुष्पाणि कामोदाख्यानि दानव तव हस्ते प्रयास्यन्ति तमुपायं वदाम्यहं गङ्गातोयेषु दिव्यानि पदिष्यन्ति न संशयः वाहितानि जलैर्दिव्यैरागमिष्यन्ति साम्प्रतं तानि त्वं तु प्रतिगृहाण सुहृद्यानि महान्ति च गृहीत्वा तानि पुष्पाणि साधयस्व मनीप्सितं नारदोदानवश्रेष्ठम् मोहयित्वा ततः पुनः ततश्च स तु धर्मात्मा चिन्तयामास वै पुनः कथमश्रूणि सा मुञ्चेत् केनोपायेन दुःखिता चिन्तयानस्य तस्यैवं क्षणं वै नारदस्य च ततो बुद्धिः समुत्पन्ना कामोदाख्यं पुरङ्गदः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने एकोनविंशत्यधिकशततमोऽध्यायः ॐ